एकनिमिषं महोदय. सारि. हरिः ओ येन धौता गिरपुंसां विमलै शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. अस्मद्गुरुचरणारविन्दाभ्यां नमः. सर्वेभ्यो नमः. हरि ओम्. धन्यवादः भगिनी. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानविषयः अस्ति तत्र सकर्मक अपि अकर्मक धातवः इति. तस्मात् प्राक् वयं तत्र लृङ्लकारस्य पठनं कृतवन्तः. तत्र केवलम् एकः कोष्टकः आसीत्, तं न पठितवन्तः. पुटसङ्ख्या अस्ति 110. अतः तत्र तस्मिन् कोष्टके कोऽपि प्रश्नः अस्ति वा? तत्र रूपाणि बहुवारं वयं दृष्टवन्तः. अतः तत्र प्रश्नाः न सन्ति चेत् तत्र अग्रे सरामः इति चिन्तनम्. अतः तत्र पुटसङ्ख्या 110 मध्ये प्रश्नः अस्ति वा लृङ्लकारस्य रूपस्य विषये? तत्र उपसर्गः अस्ति चेत् तत्र रूपस्य निर्माणं कथं भवति इति. अतः कोऽपि प्रश्नः अस्ति वा तस्मिन् कोष्टके? तत्र नास्ति. अस्तु तर्हि अतः तत्र अग्रे सरामः तर्हि. अतः तत्र गतवर्गे वयम् अकर्मकः धातवः सकर्मकः धातवः इति तत्र द्वैविध्यं दृष्टवन्तः. वस्तुतः वैविध्यं न, त्रैविध्यं वर्तते. यतोहि तत्र धातवः तत्र सकर्मकाः इति एकः विधः अस्ति, अकर्मकाः इति अन्यविधः अस्ति. अपि सकर्मकाः धातवः ये सन्ति तेषां पुनः विभागं कृतम् अस्ति, विभागः कृतः अस्ति, नाम तत्र द्विकर्मकधातवः इति. अतः तत्र एषः एव इदानीम् अस्माकं तत्र नूतनविषयः. अतः तत्र पुटसङ्ख्या अस्ति 115. अतः ततः तत्र आरम्भं कुर्मः. तर्हि तत्र उषा भगिनी पठति वा तत्र? आं महोदय. 115 अस्ति न महोदय? 115 भगिनी. द्विकर्मकाः धातवः. एतानि वाक्यानि सावधानतया परिशीलयत. भिक्षुकः धनिकं धनं याचति. हा इति, हा इति वाक्यं. तत्र किमस्ति? भिक्षुकः धनिकं, तत्र धनिकमपि कर्मपदमस्ति, धनमपि कर्मपदमस्ति न महोदय? हा समीचीनं भगिनि. हा याचति इति क्रियापदं, क्रियापदं. भिक्षुकः धनं याचति. अपि धनिकं किं याचति? धनिकं याचति. न किं याचति? धनं याचति. धनं याचति. हा कं याचति? कं याचति? धनिकं याचति. हा इति अस्ति, इति अस्ति. समीचीनं भगिनि. हा अतः तत्र प्रश्नद्वयं भवति कर्मपदस्य विषये. तत्र किं याचति अपि कं याचति इति. हा अस्तु, तत्र अर्थः अवगम्यते खलु भवती? अस्तु समीचीनम्. अस्तु इदानीम् अग्रे तत्र तत्र प्रायशः अधोभागे तत्र पश्यामः, तदनन्तरम् अस्मिन् विषये किञ्चित् चर्चां कुर्मः. तर्हि तत्र कर्मपदद्वयमस्ति अत्र. धनिकम् इति एकं कर्मपदं, धनम् इति अन्यत् कर्मपदम्. इदानीं प्रश्नः उदेति तत्र द्विकर्मकं तत्र पद कर्मपदद्वयं भवितुम् अर्हति. एतत् नूतनं नास्ति इति चिन्तनमपि भवितुम् अर्हति. यतोहि तत्र एतद् वाक्यमपि वयं कर्तुं शक्नुमः खलु. तत्र अध्यापकः सीतां लतां च पृष्टवान्, तत्र कर्मपदं द्वयमस्ति. तत्र सीतां पृष्टवान्, अपि लतां पृष्टवान्. अतः तत्र कर्मपदं द्वयं भवितुम् अर्हति. किन्तु तत्र सीतां पृष्टवान्, लतां पृष्टवान्, तत्रापि कर्मपदद्वयमस्ति. अत्र अपि भिक्षुकः धनिकं धनं याचति, कर्मपदं द्वयमस्ति. अत्र कर्मपदद्वयं यदस्ति तत्र कर्मपदे ये स्तः ते समानि न स्तः, नाम तत्र भेदः वर्तते. धनिकम् इति कर्मपदं भिन्नमस्ति, धनम् इति कर्मपदं भिन्नमस्ति. यत् कार्यं करोति वाक्ये व्याकरणरीत्या तत्र भेदः वर्तते. किन्तु तत्र अध्यापकः सीतां पृच्छति, लतां पृच्छति, तत्र सीता अपि लता तत्र वाक्ये साम्यं तत्र समानकार्यं कुर्वन्ति तत्र पदद्वयम्. अत्र तादृशं नास्ति, अतः तत्र भेदः वर्तते इति तस्य अवगमनार्थं तत्र अवधेयम् इति अस्ति, तत् पठामः तत्र किम् इति ज्ञातुम्. अस्तु, तर्हि तत्र अग्रे तत्र सुजाता भगिनी अग्रे पठति वा? आं महोदय. अवधेयम् इति यत् अस्ति, आम् याच् प्रच् वद् वद प्रच वद इत्येतादृशाः उपरितनवाक्येषु प्रयुक्ताः. धातवः द्विकर्मकाः, अतः यतः एतेषां कर्मद्वयं सम्भवति. तत्र एतेषां कर्मद्वयं सम्भवति. तत्र वयं चिन्तयामः तत्र बालकः ग्रन्थं पठति, पुस्तकं पठति, तत्रापि कर्मपदं द्वयमस्ति. अतः पठति तत्र द्विकर्मकधातु इति चिन्तनं करणीयः वा इति, चिन्तनं करणीयं वा इति प्रश्नः उदेति, किन्तु तादृशः नास्ति. अस्तु, अग्रे तत्र एतादृशाः इति एतादृशाः उपरितनवाक्येषु प्रयुक्ताः, नाम तेषां प्रयोगः कृतः, तत्र प्रयुक्ताः धातवः द्विकर्मकाः इति नाम किमर्थम्? यतोहि तेषां कर्मपदद्वयं सम्भवति, द्वयं सम्भवति, सम्भवति नाम भवेत् इति न, भवितुम् अर्हति. नाम एकमपि कर्मपदं भवितुम् अर्हति, कर्मपदं द्वयमपि भवितुम् अर्हति इति. द्विकर्मक आगे पठामि वा महोदय? अग्रे अपि पठतु. द्विकर्मकप्रयोगे एकं कर्म प्रधानम् अपरं च गौणं भवति. एककर्म अस्ति प्रधानकर्मपदं भवति, अपरमस्ति गौणं. गौणं तत्र प्रधानम् इति एकं प्रधानमस्ति, तस्य महत्त्वमस्ति वाक्ये, अन्यस्य तादृशमहत्त्वं नास्ति. तद् कर्मपदं वयं वदामः गौणं कर्मपदम् इति. इदानीं तत्र अत्र धनिकम् इति अस्ति, धनम् इति अस्ति, अतः तत्र किं प्रधानं, किं गौणम् इति कथं ज्ञातुं शक्नुमः? तत्र धनं गौणं वा अथवा धनं प्रधानं वा, कथं तत्र निर्णयः कर्तुं शक्नुमः इति प्रश्नः. अस्तु, अग्रे तत्र नरेश् महोदय अग्रे पठति वा? धन्यवादः महोदय. आं महोदय. गौणं कर्म यस्य कर्मणः अन्यविभक्तिप्राप्तिसम्भावना अस्ति तत् गौणं कर्म इति यातुं शक्यते. यथा भिक्षुकः धनिकं याच धनं याचति इत्यत्र धनिककर्मणः धनिकात् इति पञ्चमी विभक्तिः अपि भवितुम् अर्हति. अतः अत्र धनिकः गौणं कर्म भवति. किञ्चित् विवृणोतु महोदय, अत्र किमस्ति? अत्र द्वे कर्मकः सन्ति स्तः, परन्तु एकः कर्मणः अन्यविभक्ति अपि प्राप्तुं यदा एकस्य कर्मणः अन्यविभक्ति तत्र अन्यविभक्तिप्राप्तिसम्भावना नाम तत्र तस्य कर्मपदस्य अन्या विभक्ति अपि भवितुम् अर्हति इति अस्ति चेत् तत् कीदृशं कर्मपदम् इति वदामः गौणम् अस्ति गौणं कर्म अथवा गौणं कर्मपदम् हा अत्र अस्मिन् वाक्ये तत्र किं गौणम् अस्ति धनिकं गौणम् अस्ति हा किमर्थं धनिकम् अन्य विभक्तिः अत्र पञ्चमी विभक्तिः भवितुम् अर्हति भवति भिक्षुकः धनिकात् धनं याचति हा इति तत्र भिक्षुकः धनिकात् धनं याचति इति अपि वाक्यं तत्र वाक्यद्वयमस्ति भिक्षुकः धनिकं धनं याचति भिक्षुकः धनिकात् धनं याचति अर्थभेदः वर्तते वा तत्र अर्थभेदः तु नास्ति अर्थभेदः नास्ति समानार्थकवाक्ये अतः तत्र धनिकम् इति स्थाने धनिकात् इति भवितुं कर्तुं शक्नुमः अतः तत्र अन्या विभक्तिप्राप्तिः भवति धनिकम् इति पदस्य अन्या विभक्तिप्राप्तिसम्भावना अस्ति तत्र अर्थभेदेन विना तत्र अर्थभेदं कृत्वा तत्र अन्यानि वाक्यानि अपि वयं कर्तुं शक्नुमः तत्र भिक्षुकः धनिकस्य धनं याचति तत्र तद् भिन्नं खलु किन्तु धनिकात् धनं याचति इति समानार्थकपदं समानार्थकवाक्यम् अतः तत्र धनिकम् इति गौणकर्मपदं प्रधानकर्मपदमस्ति धनम् इति अस्तु तत्र धनिकात् इति गौणकर्मपदम् एव भवति अति समीचीनं महोदय धन्यवादः अस्तु अग्रे तत्र शोभा भगिनी अग्रे आम् महोदय अग्रे प्रधानं कर्म यस्य कर्मणः सर्वदा कर्मत्वम् एव भवति यत्र च अन्यविभक्तेः प्रयोगस्य सम्भावना नास्ति तत् प्रधानं कर्म यथा भिक्षुकः धनिकं धनं याचति इत्यस्मिन् वाक्ये धनम् इत्यस्य सर्वदा कर्मत्वम् एव भवति अतः तत्र द्वितीयविभक्तिः एव भवति तत्र प्रथमं धनिकम् इति पदं दृष्टवन्तः तत्र अन्या विभक्तिः अपि भवितुम् अर्हति तस्य कृते तस्मिन् एव वाक्ये तथापि अर्थः न भिन्नः भवति किन्तु यदि तत्र धनम् इति पदं स्वीकुर्मः चेत् तस्य अन्य कोऽपि विभक्तिः न भवितुम् अर्हति एव तत्र कर्मत्वमेव भवति अतः तदेव तत् व्यत्यासः न भवति इति कृत्वा तत्र प्रधानं कर्म इति उच्यते एतत् किं तत्र कर्मपदं महोदय हा एतत् कर्मपदम् अथवा कर्म तत्र प्रधानं कर्मम् इति वदामः तत्र इति वदामः तत्र भिक्षुकः धनिकं धनं याचति इति स्थाने धनिकात् धनं याचति इति कर्तुं शक्नुमः किन्तु तत्र भिक्षुकः धनिकम् अपि धनं याचति तत्र किमपि अन्यविभक्ति न धनेन अथवा धनात् धनस्य धने किमपि तत्र न सङ्गच्छति खलु हा अतः केवलं धनम् इति एव भवति अन्ये तत्र अन्यविभक्तिस्थापनेन तत्र अर्थभेदः अथवा अर्थः एव न भवति वाक्यस्य अतः हा अतः कर्मत्वम् एव भवति तस्य अन्यत् रूपं नास्ति तद् तादृशकर्मपदस्य नामस्ति प्रधानकर्म इति समीचीनं भगिनि अस्तु इदानीं तत्र अग्रे इदानीं तत्र प्रिया भगिनी अग्रे तत्र द्वितीयवाक्यम् इदानीं तत्र प्रधानकर्मपदं गौणकर्मपदम् इति किम् इति ज्ञातवन्तः इदानीं तत्र अस्मिन् वाक्ये एकवारं पठित्वा तत्र किञ्चित् वदतु तत्र गौणं किम् अपि प्रधानं किम् इति यथा भिक्षुकः धनिकं धनं याचति इत्यस्मिन् वाक्ये वा तद् तद् वयं जानीमः, तत्र गुणं किं प्रधानं किम्? अत्र धनम् इति कर्मपदं, धनिकम् इति गौणकर्मपदम्। हा, धनम् इति प्रधानकर्मपदं, धनिकम् इति गौणकर्मपदं, समीचीनम्। हा, इदानीं द्वितीयवाक्ये, द्वितीयवाक्य कुत्र अस्ति महोदय? अहं न उपरि भगिनि उपरि तत्र पञ्चवाक्यानि सन्ति। अस्तु अस्तु अस्तु, इदानीम् अवगच्छामि। अस्तु, अध्यापकः छात्रं प्रश्नं पृच्छति। अत्र प्रश्नं इति प्रधानकर्मपदम्, अपि च छात्रम् इति गौणकर्मपदम्। किमर्थं चेत् अत्र केवलं प्रश्नमेव प्रष्टुं शक्नोमि, परन्तु छात्रम् इति तत्र अन्या विभक्ति का भवितुमर्हति? तत्र छात्राय इति विकल्पेन भवितुमर्हति, छात्रात्, छात्रात्, छात्रात्। अस्तु अस्तु, छात्रात्, छात्रात् प्रश्नं पृच्छति महोदय। छात्रात् इति अस्ति चेत् तत्र पृच्छति न, छात्रात् इति चिन्तयामि, छात्राय किमर्थं चेत् छात्राय एव प्रष्टुं शक्नोमि वयं। तत्र दानक्रिया इव इति चिन्तयति वा? अस्तु, छात्राय, हा प्रायश तदेव समीचीनम् इति मन्ये, सत्यं भगिनि। हा, छात्राय प्रश्नं पृच्छति, छात्राय इति गौणकर्मपदं। किमर्थं चेत् तस्य विकल्पेन अन्य विभक्ति अपि भवितुम् अर्हति। छात्राय इति अस्तु, हा किञ्चित् चिन्तयामि, किन्तु प्रायश तत् समीचीनमेव अस्ति इति मन्ये भगिनि। अस्तु, हा महोदय, महोदय, महोदय, एकं वक्तुम् इच्छामि, क्षम्यतां, छात्रात् इति सम्यक्, पृच्छ पृच्छ धातुः अस्ति चेत् पञ्चमी विभक्ति आवश्यकी। धन्यवादः भगिनि, हा अस्तु, अस्तु, समीचीनं, धन्यवादः भगिनि, अस्तु। हा, तत्र छात्रात् इति तत्र इति मनसि आसीत्, हा, अतः तत्र छात्रात् एव समीचीनं भगिनि। अवगच्छामि किमर्थं छात्रात् इति। तत्र महोदय किञ्चित् वदामि पुनः, अहं भाषापाकपरीक्षा दत्तवती, तत्र शिक्षकः पाठितवान् पृच्छधातुः अस्ति चेत् पञ्चविभक्ति एव आवश्यकी। अस्तु, तत्र अन्या विभक्ति न भवति, यथा तत्र न भवति। यदि द्विकर्मक, यदि द्विकर्मक वाक्य अस्ति तर्हि पृच्छधातु वित् पृच्छधातु वन् इस् द्वितीया, वन् इस् पञ्चमी। अस्तु अस्तु, एकमपि पञ्चमी भवितुम् अर्हति चेत् तत्र विभागमस्ति, द्वौ रूपस्य विभागम्। अत्र प्रश्नस्य कस्य पदस्य विभागमस्ति? छात्रस्य मुखात् द्वौ विभागौ, द्वौ विभागौ षष्ठीविभक्तिः अस्ति, विभज्य रूप अस्ति चेत् षष्ठीविभक्ति प्रयुज्यते। अहम् अन्यं पृच्छामि महोदय, मम प्रश्नः भवान् अवगच्छामि भगिनि, तत्र छात्र पञ्चमी अस्ति चेत् तत्र भवती चिन्तयति तत्र अपाधानं भवेत् इति। आम् आम्, उत्तरम् अस्ति चेत् तस्य पञ्चमी अस्ति, परन्तु प्रश्नः अस्ति चेत्। हा, इदानीं चिन्तनं महोदय, एतत् एतत् एषा पञ्चमी विभक्ति अपादानकृते न, एतत्तु एषा तु उपपदविभक्ति, उपपदविभक्ति गुणम् इति उपपदविभक्ति अस्ति अत्र। हा हा हा, अस्तु, हा हा, तत्र अग्रे तत्र अनेक अन्यानि उदाहरणानि अपि पश्यामः भगिनि, अतः तत्र तत्र कथं भवति इति द्रक्ष्यामः। हा, अतः तत्र तत्र पृच्छ धातोः विशेषम् इति चिन्तयामः। महोदय, भवतः कक्षायाः किमपि वाट्सप् गणः अस्ति वा? अहं छायाचित्रं प्रेषयामि। तत्र तत्र भाषापाकस्य इति वा? आमां, भाषापाकपुस्तकस्य छायाचित्रम् अहं प्रेषयामि, यदि वाट्सप् गणः अस्ति चेत्। नास्ति भगिनि, वाट्सप् गणः नास्ति। हा, अस्तु अस्तु, अहं प्रयत्नं करोमि ईमेल् उपरि प्रेषयितुं, परन्तु अहं सक्षमा नास्मि। चिन्ता मास्तु, तर्हि इदानीं तत्र उत्तरं तदेव भवेत् इति अङ्गीकरोमि, किन्तु अग्रे अपि अन्यानि उदाहरणानि पश्यामः, तेन प्रायशः तत्र एतदेव एषः एतद् उत्तरमेव समीचीनम् इति प्रायशः ज्ञास्यामः। अस्तु अस्तु अस्तु अस्तु अस्तु, तर्हि अतः तत्र छात्रात् इति प्रायशः तत्र समीचीनम् इति अङ्गीकुर्मः, अग्रे पश्यामः। किन्तु तत्र प्रश्नम् इति प्रधानं, तत्र तु कोऽपि संशयः नास्ति। अस्तु तर्हि अग्रे सरामः। तर्हि तत्र अग्रे तत्र प्रमिला भगिनी, नमस्कारः। प्रमिला भगिनी श्रूयते वा? आं महोदय, नमस्कारः। नमस्कारः भगिनि, तत्र पुटसङ्ख्या अस्ति 115। आं महोदय। हा, इदानीं तत्र तृतीयवाक्यं पठित्वा किञ्चित् विवृणोति। आं महोदय, पितामहः पौत्रं कथां वदति। अत्र कथां क्रियापदं मुख्यक्रियापदम् अस्ति। कथां कर्मपदम्? आम् आम् आम् क्षम्यतां महोदय, कथां कर्मपदं प्रधानकर्मपदम् अस्ति। पौत्रम् अन्य स्थाने अन्या विभक्ति का भवितुम् अर्हति तत्र? पौत्राय इति समीचीनं। हा, पौत्राय कथाम् अपि वक्तुं शक्यते। हा समीचीनं, तत्र पौत्राय इति समीचीनं, किन्तु पौत्रस्य इति अस्ति चेत् तदपि समीचीनं वाक्यं, किन्तु अर्थभेदः भवति खलु? आम् आम्। पौत्रस्य कथां वदति, तत्र पौत्रस्य पौत्रस्य कथां, पौत्रस्य कथाम् इत्युक्ते कथां पौत्रः पौत्रः किं करोति, पौत्रः कथा पौत्राय कथा इत्युक्ते पितामहः पौत्राय वदति अन्यकथा। पितामहः कथां वदति, पौत्रः शृणोति खलु? शृणोति। आम् आम् महोदय, अत्र अर्थः पितामहः कथां वदति, पौत्रः शृणोति इति, कथां शृणोति इति वयं पितामहः पौत्रं कथां वदति अथवा पितामहः पौत्राय कथां वदति इति भवति। अस्तु समीचीनम्। अस्तु अग्रे, धन्यवादः। हा धन्यवादः भगिनि। अस्तु अग्रे तत्र उषा भगिनी इदानीं पुनः तत्र। आं महोदय, सेवकः आसन्दं प्रकोष्ठं नयति। सेवकः आसन्दं प्रकोष्ठं नयति। सेवकः प्रकोष्ठात् आसन्दं नयति। किं किं भगिनि तत्र गौणपदं किं? आं महोदय, गौणपदम् आसन्दं, तत्र आसन्दम् इति तत्र तस्य अन्यविभक्ति का भवितुम् अर्हति तत्र? न महोदय, प्रकोष्ठं प्रकोष्ठात् इति अस्ति इति चेत्, न तत्र प्रधान, अस्तु प्रधानकर्मपदं किम्? आसन्दं प्रकोष्ठं सेवकः आसन् प्रधानकर्मपदं, यस्य विभक्तिपरिवर्तनं न भवति तद् प्रधानकर्मपदम् अस्ति महोदय। किम् आसन्दम् इत्युक्ते एकमेव भवेत्? आं महोदय, किञ्चित् क्लेशः अस्ति। सेवकः आसन्दं प्रकोष्ठं नयति। प्रकोष्ठ आसन्दम् इत्युक्ते चेर् न महोदय, प्रकोष्ठं प्रकोष्ठमित्युक्ते किम् अस्ति महोदय? न जानाति वा, अन्य कोऽपि वदति वा? प्रकोष्ठः यस्मिन् भवति इदानीं तत्र पठन्ती अस्ति, सः अस्ति प्रकोष्ठः। तत्र द्वारम् अस्ति, वातायनमस्ति, रूम् अस्ति न महोदय? सहैव प्रकोष्ठ इत्युक्ते प्रकोष्ठात् इति न प्रकोष्ठात् इति भिन्नं, प्रकोष्ठात् इति भिन्नार्थः भवति. तत्र प्रकोष्ठः अस्ति तस्मात् एषः आसन्दं नीतवान् इति अर्थः, किन्तु तद् नास्ति. सः आसन्दं कुत्र नीतवान्? प्रकोष्ठं यत्र अस्ति तत्र नीतवान् खलु. अस्तु अस्तु. इत्युक्ते आसन्दात् न आसन्दात् इति आसन्दात् किमपि नास्ति. अस्तु अन्य कोऽपि करोतु. अस्तु चिन्ता मास्तु भगिनि. वेदा भगिनि क्लेशः भवति महोदय, क्षम्यतां. चिन्ता आसन्दं प्रकोष्ठे नयति. नरेश् महोदय अस्तु, हा वदतु महोदय. सेवकः आसन्दं प्रकोष्ठे नयति. हा इति तत्र कुत्र नयति आसन्दं? प्रकोष्ठे नयति, तदपि भवितुमर्हति खलु. महोदय पञ्चमी सप्तमी अन्य विभक्ति अपि भवति महोदय, केवलं पञ्चमी विभक्ति. उषा भगिनि, पञ्चमी यदि स्थापयामः अर्थभेदः भवति. तत्र यद्यत् या या विभक्ति स्थापयामः सः प्रश्नः नास्ति, किन्तु अन्या विभक्ति किन्तु अर्थपरिवर्तनं यत्र न भवति, समानार्थकवाक्यं भवेत्. न महोदय, मम प्रश्नः अस्ति केवलं पञ्चमी विभक्तिना अन्य विभक्ति अपि भवितुम् अर्हति. अत्र पञ्चमी किमर्थं? तस्य महत्वं नास्ति अत्र. न महोदय, अपि प्रकोष्ठे अस्ति न महोदय, अत्र पञ्चमी नास्ति, सप्तमी अस्ति. सप्तमी पूर्वस्मिन् वाक्ये पौत्राय चतुर्थी अस्ति भगिनी. तत्र वार्ता किं पुनः तत्र एकवारं तत्र गौणं कर्म इति तद् एकवारं पठतु भगिनि, तद् वाक्यं तत्र विवरणं यद् दत्तमस्ति अधोभागे. गौणं कर्म यस्य कर्मणः अन्यविभक्तिप्राप्तिसम्भावना अस्ति तत् गौणं कर्म इति ज्ञातुं शक्यते. हा अन्यविभक्तिप्राप्तिसम्भावना नाम किम्? अन्यविभक्ति अपि प्राप्नोति इति. हा तत्र अन्या विभक्तिमध्ये तत्र केवलं चतुर्थी अथवा केवलं पञ्चमी इति किमपि अस्ति वा तत्र? अतः अन्य द्वितीया विभक्ति विहाय अन्यविभक्ति या किमपि अस्ति तस्याः प्राप्तिः अस्ति. प्राप्तिः अहं चिन्तितवती केवलं पञ्चमी विभक्ति एव इति नास्ति भगिनि, इति नास्ति भगिनि. अस्ति समीचीनं वा? आं महोदय. अतः तत्र सेवकः आसन्दं प्रकोष्ठे नयति. प्रकोष्ठे इति गौणं कर्म अस्ति, आसन्दम् इति प्रधानं कर्म अस्ति. हा अपि तत्र अत्र अस्मिन् वाक्ये प्रायशः प्रकोष्ठे अपि वक्तुं शक्नुमः, प्रकोष्ठाय अपि वक्तुं शक्नुमः, यतोहि तत्र सः आसन्दम् अन्यत् स्थाने आसन्दम् अस्ति, तस्मात् प्रकोष्ठाय सः नीतवान्. नाम तत्र यत्र प्रकोष्ठः अस्ति तावत्पर्यन्तं नीतवान्, अतः तत्र प्रकोष्ठाय नयति अपि भवितुमर्हति अथवा प्रकोष्ठे नयति अपि समीचीनम्. अतः प्रकोष्ठम् इति गौणकर्मपदम्, आसन्दम् इति प्रधानकर्मपदम् इति समीचीनं भगिनि. अस्तु अग्रे वेदा भगिनि. महोदय कर्मकरः पेटिकाम् आपणं वहति. पेटिकाम् आपणं वहति, तत्र पेटिकाम् ओ स कर्मकरः पेटिकाम् आपणे वहति. हा आपणे वहति इति समीचीनम्. तत्र आपणम् इति गौणकर्म, पेटिकाम् इति प्रधानकर्म, कर्मपदम् इति समीचीनम्. हा इति एव वार्ता अस्ति. हा अतः तत्र यत्र यत्र द्विकर्मकधातवः सन्ति तत्र एकं गौणकर्म, अन्य अस्ति प्रधानकर्मपदम्. एतस्य महत्वम्, एतस्य विषये वयं किं चर्चां कुर्मः इत्युक्ते अग्रे अस्माकम् अग्रिमविषयः अस्ति तत्र कर्मणि प्रयोगः इति. तत्र कर्मणि कर्मपदस्य प्रथमाविभक्तिरूपं भवति, प्रथमाविभक्ति प्राप्नोति कर्मपदम्. तस्मिन् सन्दर्भे तत्र कर्मपदं द्वयं भवति चेत् कस्य प्रथमा विभक्ति कस्य द्वितीया विभक्ति इति प्रश्नः उदेति अग्रे भवति तस्मिन् समये अस्माकम् उत्तरं भवति तत्र तस्मिन् सन्दर्भे उत्तरं किं तत्र किं भवति कोऽपि जानाति वा एकवारं पुनः वदतु महोदय किम् अस्तु अग्रे अग्रे यदा कर्मणि प्रयोगः कुर्मः तस्मिन् सन्दर्भे एव उत्तरमपि वदामः हा चिन्ता मास्तु हा अतः तत्र अग्रे तत्र कर्मणि प्रयोगः यदा कुर्मः तत्र कर्मपदं द्वयम् अस्ति चेत् तत्र अस्माकं प्रश्नः भवति तत्र कस्य पदस्य प्रथमाविभक्ति कस्य कर्मपदस्य तृतीया विभक्ति तत्र द्वितीया विभक्ति भवेत् इति प्रश्नः तत्र गौणकर्मपदस्य वा अथवा प्रधान इति भवति हा अस्तु अतः तत्र अतः एव एषः विषयः अत्र उद्घाटितः कर्मणि यतोहि अग्रिमविषयः तत्र बहु दीर्घविषयः कर्मणि प्रयोगः तत्र लट् लकारे लोट् लकारे लिङ् लकारे सर् बहु किमपि अस्माकं कार्यमस्ति अग्रे तत्र कर्मणि प्रयोगे अतः तस्मात् प्राक् एषः विषयः उद्घाटितः अस्ति अस्तु अग्रे तत्र कर्मकरः पेटिकाम् आपणात् अपि भवितुम् अर्हति आपणात् इति भवितुम् अर्हति किन्तु तत् भिन्न अर्थः नाम आपणम् अन्यत्र अस्ति सः तस्मात् आनीतवान् किन्तु एषः अर्थः अस्य वाक्यस्य अर्थः सः नास्ति खलु हा तत्र वयं न जानीमः तत्र पेटिका कुत्र आसीत् इति न जानीमः किन्तु कर्मकरः पेटिकां कुत्र कियत् पर्यन्तं तत्र वहति इति तद् सा एव वार्ता अथ तत्र आपणे तत्र तावत् इति वार्ता अस्तु अस्तु तर्हि अग्रे चरामः तर्हि अग्रे तत्र हा सुजाता भगिनी इदानीं तत्र अधोभागे तत्र द्विकर्मकः धातवः इति अस्ति महोदय द्विकर्मकाः धातवः षोडश सन्ति तेषां लट्लकारे प्रथमपुरुषे एकवचनरूपाणि एवं भवति दोग्धि दुः धातु अस्ति प्रथमपुरुषे एकवचनरूपम् अस्ति दोग्धि याचति याचति याच धातु अस्ति याचति प्रथमपुरुषे एकवचनरूपम् अस्ति पचति पच् धातु अस्ति पचति द्वि उभयपदे अस्ति न महोदय पचति पचते भवति दण्डयति चुरादिगणे अस्ति दण्ड् धातु अस्ति दण्डयति प्रथमपुरुषे एकवचनम् अस्ति ऋणद्धि रुदादिगणे अस्ति रुद् धातुतः ऋणद्धि प्रथमपुरुषे एकवचनरूपम् अस्ति पृच्छति प्रच् धातु अस्ति पृच्छति प्रथमपुरुष एकवचनरूपम् अस्ति चिनोति चिनोति स्वादिगणे स्वादिगणे अस्ति न महोदय न चिनोति नोकारः खलु स्वादिगणे चिन्तयामि महोदय समीचीनमेव चिनोति प्रथमपुरुषे एकवचनरूपम् अस्ति चि धातु अस्ति ब्रू धातु अस्ति ब्रवीति ब्रवीति अदादिगणे अस्ति इदानीं तत्र गणः गणस्य विषये वयं बहु किमपि न पठितवन्तः अतः तत्र गणस्य आवश्यकता नास्ति ओके शास् शास्ति शास् धातु अस्ति शास्ति इति प्रथमपुरुषे एकवचनरूपम् अस्ति. जयति जी धातु अस्ति. जयति प्रथमपुरुषे एकवचनरूपम् अस्ति. मथ्नाति मथ्नाति मन्स धातु अस्ति. मथ्नाति प्रथमपुरुषे एकवचनरूपम्. मृष्णाति मुष् धातु अस्ति. मुषा धातु अस्ति. मुष्णाति प्रथमपुरुषे एकवचनरूपम् धातु अस्ति इति मन्ये खलु. तत्र मुष् यतोहि कर्षति कृष् एव धातु खलु. तत्र कृष इति नास्ति इति मन्ये. मुष्णाति अस्ति महोदय. मम धातु अस्ति वा तत्र अथवा मुष् एव तत्र? न मुष् एव. ओके तत्र द्रष्टव्यमस्ति. मुष् इति चिन्तयामि. हा प्रायश मुद्रणदोषः अस्ति इति मन्ये. मुषा इति दत्तमस्ति. मुद्रणदोषः भवेत्. मुष् धातु अस्ति. ओके द्रष्टव्यमस्ति भगिनि. हा किन्तु मुष् इति एव धातु भवेत् इति मन्ये. नयति नी धातु अस्ति. नयति प्रथमपुरुषे एकवचनरूपं. हृ धातु अस्ति. हरति. कर्षति कृषा अस्ति. कृषो कृषो एव महोदय. कर्षति. वहति वह धातु अस्ति. वहति प्रथमपुरुषे एकवचनरूपम् अस्ति. एवं धातवः सकर्मकाः अकर्मकाः द्विकर्मकाः इति त्रिविधा भवन्ति. तत्र त्रिविधा भवन्ति. सकर्मकाः अकर्मकाः त्रिविधा इति दत्तमस्ति. किन्तु तत्र किम् अस्ति? द्विकर्मकाः सकर्मकाः धातवः सन्ति. तेषु द्विकर्मकाः धातवः सन्ति. इदानीं तत्र अग्रे आदौ यद्दत्तमस्ति तत्र द्विकर्मकाः धातवः षोडशः सन्ति. सत्यं किन्तु तादृशमपि नास्ति. यतोहि तत्र समानार्थकधातवः ये सन्ति तेषामपि द्विकर्मकः धातवः इति भवन्ति. अतः तत्र अन्यधातु अस्ति चेत् यस्य अर्थः तत्र पचति इति अर्थे अस्ति वा पृच्छति इति अर्थे अस्ति वा तत्र ब्रवीति इति अर्थे अस्ति चेत् अपि तत्र द्विकर्मकः धातुः इति भवति. अतः तत्र अनेके धातवः सन्ति द्विकर्मकाः धातवः. किन्तु ये किमपि द्विकर्मकाः धातवः सन्ति अर्थ तेषां समानार्थक धातवः अस्मिन् एकः भवति. तत्र षोडशधातवः एव सन्ति अर्थभेदेन. अनेके द्विकर्मकाः धातवः सन्ति इति वार्ता. अतः तत्र अस्य अभ्यासार्थं तत्र महाबलेश्वरभट्टस्य पुस्तकम् अस्ति. तत्र तस्मात् तत्र करपत्रम् एकं चितम् आसीत्. सर्वे प्राप्तवन्तः खलु तत्र? आम् महोदय. आम् महोदय. आम् महोदय. अतः तत्र करपत्रं पश्यामः. अतः तत्र समीचीनरीत्या तद् उक्तमस्ति. अपि तत्र तस्मिन् एव विषये तत्र प्रायशः तत्र एकवारं वयमेव तत्र प्रयत्नं कुर्मः. तदनन्तरं तत्र सहायमपि प्राप्तुं शक्नुमः. अतः तत्र प्रथमतया वयमेव तत्र पश्यामः. तर्हि तत्र पुस्तकमस्ति चेत् समीचीनम् एव. तत्र पुटसङ्ख्या अस्ति 61. यदि तत्र कारकम् इति पुस्तकमस्ति चेत् भवन्तः भवतां पार्श्वे महाबलेश्वरभट्टः इति लघुपुस्तकं किन्तु बहु समीचीनमस्ति. तत्र पुटसङ्ख्या अस्ति 61. कः पठितुमिच्छति तत्र? नरेश महोदय पठति वा तत्र? धन्यवादः महोदय. पठामि. परिशिष्टं द्वि स्थले अपादानादीं दीनाम् अविवक्षायां व्यवस्था ओके दुहादयो धातवः द्विकर्मकाः भवन्ति द्वयोः कर्मणोः एकतरं गौणम् अपरं प्रधानं च भवति तावत्पर्यन्तं महोदय तत्र वयं सर्वे अवगच्छामः खलु तत्र दुहादय धातवः नाम धु धातुः तत्र एषः धातुः एव तत्र आदौ दत्तमस्ति खलु तत्र वयं षोडशधातवाः ये सन्ति तान् दृष्टवन्तः पठितवन्तः तेषु आदौ दुः धातुः एव अस्ति अतः दुहादयः धातवः द्विकर्मकाः भवन्ति षोडशाः षोडशः धातवः दुहादय अग्रे द्वयोः कर्मणोः एकतरं गौणम् अपरं प्रधानं च भवति हा तत्र कर्मणः नाम कर्मपदस्य एकतरम् एकं गौणं कर्म अस्ति अन्यम् अपरं प्रधानं कर्म अस्ति एतदपि वयं दृष्टवन्तः खलु इदानीम् उपादानादिविषये विशेषैः अविवक्षितं कारणं गौणं कर्म भवति कारकं कारकं गौणं कर्म भवति हा अपादानविशेषैः अविवक्षितं कारकं गौणं कर्म भवति तत्र विवक्षा विवक्ष नाम किम् वदति विवक्ष नाम किं यथा इच्छति हा तत्र यथा तत्र ज्ञातुम् इच्छा अस्ति जिज्ञासा वक्तुम् इच्छा अस्ति विवक्षा तत्र वक्तुः इच्छा वक्तुः इच्छा या अस्ति तया तत्र तया अथवा तत्र तस्याः तत्र अर्थः तत्र का इच्छा अस्ति तत्र वक्तुः किमपि वक्तुम् इच्छति अतः तत्र विवक्षा भवति तया तत्र वयं द्रष्टुं शक्नुमः तत्र निर्णयं कर्तुं शक्नुमः तत्र गौणकर्मपदं किम् इति तत्र उदाहरणे वयं द्रक्ष्यामः तत्र किं भवति इति तत्र विवक्षा इति मूलपद पदम् अत्र अग्रे महोदय ततो द्वितीयापि भवति यदि अपादानादित्वरूपे नैव विवक्षा भवति तदा तत् तत्कारकादिसम्बन्धिनी विभक्तिरेव प्रवर्तते यथा तत्र नाम तत्र किं तत्र वार्ता का इत्युक्ते तत्र गौणकर्मपदस्य अन्या विभक्ति अपि भवितुम् अर्हति तत्र विभक्ति नाम अत्र अस्मिन् पुस्तके विभक्ति नाम कारकं कारकम् इति तत्र पदस्य किं कार्यमस्ति अथवा किं कः सम्बन्धः अस्ति पदस्य किमपि पदमस्ति वाक्ये तस्य पदस्य अपि क्रियापदस्य सम्बन्धः कः इति तत्र एव तत्र कारकम् इति वदामः तत्र द्वितीयाविभक्ति अस्ति चेत् कर्मपदं तृतीया अस्ति चेत् करणम् अपि चतुर्थी अस्ति चेत् सम्प्रदानं पञ्चमी अस्ति चेत् अपादानं सप्तमी अस्ति चेत् अधिकरणम् इति कारकाणि सन्ति किन्तु नाम अत्र विभक्तिरूपम् इति चिन्तयामः यत्र तत्र अन्या विभक्तिरूपं भवितुम् अर्हति चेत् तत् गौणकर्मपदम् अन्या न भवितुम् अर्हति चेत् तद् प्रधानकर्मपदम् अत्र किं दत्तमस्ति तत्र द्वितीयाविभक्तिरूपमपि दत्तमस्ति अपि अन्यविभक्तिरूपमपि प्रदर्शितमस्ति अतः तत्र वयं एतानि वाक्यानि परिशीलयामः तत्र अस्माकं बोधः भवति तत्र कथं कथम् अस्ति तत्र द्विकर्मकधातवः इति स्थाने अस्तु तर्हि समीचीनं महोदय. अस्तु तर्हि तत्र अग्रे पठामः. तत्र शोभा भगिनी आरम्भं करोति वा? आं महोदय, तत्र वाक्यानि किल. आम् आम् आम्. अपादानादिविशेषैः अविवक्षितत्वे वाक्यानि इत्थं सम्भवन्ति. अपि च अग्रिममस्ति, अपादानादिविशेषैः विवक्षितत्वे वाक्यानि इत्थं सम्भवन्ति. अपादानादिविशेषैः नाम तत्र अपादानम् इत्युक्ते यत्र अपादानं भवति इति. अपादानम् इत्यादि इत्यादि भवति नाम अन्या विभक्तिरूपसम्भावना अस्ति. किन्तु तद् अविवक्षितं तस्य विवक्षा नास्ति. हा, तस्य विवक्षा अस्मिन् वाक्ये नास्ति. तद् भवतु इच्छा अत्र न प्रदर्शितम् अस्ति. तत्र विवक्षिता विवक्षा इति एकम् अस्ति, किन्तु अत्र विवक्षितः तदनन्तरं विवक्षितत्वम् इति अस्ति खलु. विवक्षितत्वम् इति तस्य विवक्षितः विवक्षितत्वं तस्य भावः भावः अविवक्षितत्वं तत्र नाम तत्र तादृश अत्र नास्ति. अतः तत्र नाम अपादानं किम् इति दर्शितुम् इच्छा नास्ति. अतः तत्र कर्मपदरूपेण एव द्वितीयाविभक्तिरूपेण एव दत्तमस्ति अत्र. द्वितीयभागे तत्र अपादानविशेषैः विवक्षितत्वे तत्र तु विवक्षा अस्ति. वाक्यानि अन्यविभक्तिरूपं तत्र द्वितीय एव इति न अन्यविभक्ति एव प्रदर्शिता अस्ति. प्रदर्शितानि अस्ति सन्ति. प्रथमस्तम्भे गोपालः गां पयो दोग्धि इति. तत्र गाम् इति कर्म द्वितीया भवति, कर्मपदं भवति. पयो पयः दोग्धि इति दुः धातुः. तत्र दोग्धि पयो नाम किं? पय इति क्षीरम्. अतः तत्र किं गौणं किं प्रधानम् इति द्वितीयस्तम्भे द्वितीयस्तम्भं पश्यतु. तत्र द्वितीयस्तम्भे गोपालः गोः पयः दोग्धि इति. तत्र तत्र गामिति गोः अभवत्. तत्र विभक्ति का तत्र गोः इति? गोः इत्युक्ते तत्र पञ्चमी अथवा षष्ठी. तत्र पञ्चमी पञ्चमी अथवा षष्ठी, किन्तु षष्ठी अस्ति अस्ति चेत् भिन्न अर्थः भवति. पञ्चमी समानार्थकवाक्यं भवति. पञ्चमी तत्र तस्मात् इति गोः तस्मात् पयः दोग्धि इति क्षीरं दोग्धि. गोपालः क्षीरं दोग्धि. तत्र गोः तत्र तस्मात् इति अर्थे तत्र घाम् इति स्थाने गोः इति भवितुम् अर्हति. अतः तत्र घाम् इति गौणकर्मपदं, पयः अथवा पयो इति विसर्गसन्धि इति कृत्वा तत्र पयो इति अस्ति. तत्र पयः एव पयस् सकारान्तपदं पयः तदेव प्रधानकर्मपदं प्रधानकर्मपदं भवति. परन्तु महोदय तत्र द्विकर्मकः नास्ति न? तत्र द्विकर्मक एव अस्ति भगिनि. किमर्थम् एकं न न गोपालः गां पयो दोग्धि तो पयम् इति न न न किमर्थं पयं भवति तत्र कर्मपदं किम् अस्ति? कर्मपदं पय एव अस्ति. भवती जानाति एव तत्र एतादृशं भवितुम् अर्हति. पयः एव वा कयो कर्मपदं? यतोहि तदस्ति चेत् कीदृशकर्मपदं कीदृशपदं भवति वदतु. पयः इति समीचीनं भगिनि. तदेव अस्ति. मनस् इति तादृशं पयस् इति सकारान्तपदं, नपुंसकलिङ्गपदम्. अतः पयः एव तिष्ठति. समीचीनं, धन्यवादः. समीचीनं भगिनि. अस्तु, अतः तत्र प्रथमवाक्यं कृतम् अस्माभिः. अस्तु, द्वितीयवाक्यं तत्र प्रिया भगिनी. आं महोदय. वामनः बलिं वसुधां याचते. वामनः बलेः वसुधां याचते. अत्र वसुधा इति पदं, वसुधाम् इति पदं प्रधानकर्मपदम्, अपि च बलिम् इति पदं गौणकर्मपदं, तस्य अन्यरूपं बलेः इति भवति. तत्र बलेः इति तत्र किं भवति? तत्र तस्य बलात् इति पञ्चमीयं. हा हा, बलात्. तत्र बल इति, बल इति अर्थः कः? बलिं चक्रवर्ती, बलिचक्र. बल, बलि, बलि इति तत्र बलिचक्रवर्ती. हा, तस्मात्. अतः तत्र बलिः तत्र बलेः इति भवति. समीचीनं खलु भगिनी, प्रिया भगिनी? बले इकारान्तपदं, बलि इति इकारान्तपदम् अस्ति. बलिः इति इकारान्तपदं, ततः बलेः पञ्चमी इति. वामनः बलेः वसुधां याचते इति. समीचीनं. हा, तत् तथैव अस्ति. हा, समीचीनम् अस्तु. अग्रे प्रमिला भगिनी. तृतीयवाक्यम्. अस्तु, तर्हि तत्र सुजाता भगिनी तृतीयवाक्यं करोति वा? आम् आं महोदय. पाचकः तण्डुलान् ओदनं पचति. ओदनमिति प्रधानकर्मपदमस्ति. तण्डुलान् इति गौणमस्ति. अपाचकः तण्डुलानां ओदनं पचति. तण्डुलानां षष्टिविभक्ति भवति. तत्र मम किञ्चित् क्लेशः अस्ति, तत्र पश्यामः. एतद् वाक्यम् अग्रे पश्यामः भगिनि, यतोहि तत्र अत्र कारकम् इति षष्टि मध्ये कारकं न भवति. एतत् किञ्चित् भिन्नमस्ति. एतद् मनसि स्थापयामः, किन्तु तत्र अग्रे द्रष्टव्यम् इति. अग्रिमवाक्यं पठतु भगिनि तर्हि. राजा गार्गान् गर्गान् शतं दण्डयति. गर्गान् तत्र समूह, तत्र भारतीयाः इति तादृश, तत्र कोऽपि प्रदेशस्य जनाः. ओके. अथवा अन्य एकं विशेषजनाः इति. गर्गान् शतं दण्डयति. रूप्यकाणि वा तत्र अन्यत् किमपि, शतं दण्डयति, ददातु इति. राजा गरेभ्यः शतं दण्डयति. शतम् इति प्रधानकर्मपदमस्ति. गर्गेभ्यः पञ्चमी विभक्ति बहुवचनमस्ति महोदय. हा, तत्र प्रायशः पञ्चमी तत्, यतोहि तत्र ते तद् अथवा हा दण्डयति तत्र. अस्तु, एतद् मम मनसि नास्ति तत्र पञ्चमी वा चतुर्थी वा इति. अस्तु, पश्यामः. किन्तु अन्य अन्यरूपं भवितुम् अर्हति. हा, इदानीं प्रायः चतुर्थी महोदय. हा, इति इति अस्ति संशयः अस्ति भगिनि, किन्तु चतुर्थी इति ऊहं कुर्मः. किन्तु अग्रे अग्रे एव इदानीमेव तत्र सहायं स्वीकुर्मः. तत्र एकवारं परिशीलनं कुर्मः, तदनन्तरं सम्यक् किमस्ति इति पश्यामः. अस्तु, तर्हि अग्रे तत्र उषा भगिनी अग्रिमं करोति वा? धन्यवादः महोदय. आं महोदय. गोपः गां व्रजम् अवरुणद्धि. गोपः गां व्रजे अवरुणद्धि. व्रजं व्रजे इति गुण गौण कर्म अस्ति, प्रधानमस्ति व्रजम् न महोदय, गाम् अस्ति महोदय. गोपः गां व्रजम् अवरुणद्धि. अवरुणद्धि इत्युक्ते किं महोदय? हा, अतः तत्र सर्वेषां कृते एतद् भवेत् खलु. अतः एकनिमिषः अहम् एकं लिङ्क् स्थापय प्रेषयामि, तत्र पठामः तर्हि. अस्तु, अहं चिन्तितवान् तत्र प्रायशः एतादृशक्लेशः भवति इति, अतः पुनः एकवारं तत्र. अस्तु, एकम् एव तत्र आधाय तत्र अन्यत् करपत्रमपि अस्ति, तदपि बहु समीचीनमस्ति. इदानीं तत्र सर्वेषां पार्श्वे आगतं वा? एतद् चाट् मध्ये प्रेषितवान् न महोदय? इदानीं प्रेषितवान् अद्य आगतम्. पुनः एकवारं प्रेषयामि. सर्वे प्राप्तवन्तः वा चाट् मध्ये? महोदय. हा, नीलेश महोदयस्य अस्ति. द्विकर्मकः द्विकर्मकाः दातवः इति. अच्छा, तत्र संस्कृतभाषायाम् इति न महोदय? संस्कृतभाषायां केचन दातवः. तत् तदेव भगिनि. अस्तु, इदानीं तत्र रुद् दातु, रुद्. हा, इदानीं तत्र प्रथमतया पश्यामः तत्र. अस्तु, तर्हि तत्र पुनः तत्र एतत् कुर्मः तत्र. तर्हि भगिनी उषा भगिनी भवती एव तत्र प्रथमवाक्यस्य. संस्कृतभाषायां केचन तद् अग्रे पठामः भगिनी, यतोहि तत्र समयः नास्ति. हा, केवलं तत्र अग्रे गच्छतु. तत्र उदाहरणं यत् वाक्यं तत्र महाबलेश्वरभट्टस्य पुस्तके आसीत् तदेव वाक्यम् अधोभागे अस्ति. तत्र दुः धातुः रुद्ध अस्ति, प्रच् दुः धातु, दु धातु इति ततः आरम्भं करोतु. प्रपूर्णे दुः प्रथमवाक्यम्. अस्तु अस्तु महोदय. दुः प्रपूरणे, टु मिल्क्. उदाहरणं, गोपालः गां पयः दुग्धि. गोपाल् मिल्क्स् द मिल्क् फ्रम् द कौ. प्रधानकर्म पयः. पयः गौणकर्म गां. गौणकर्मणः अन्यकारकम् अपादानं. पञ्चमी. गोपालः गोः पयः दोग्धि. अस्तु, इदानीं द्वितीयं. द्वितीयं याच्. याच् धातुः. याच्नायां टु बेग् रिक्वेस्ट्. उदाहरणं, वामनः बलिं वसुधां याचते. वामन् बेग्स् द अर्थ् फ्रम् बालि. प्रधानकर्म वसुधां. गौणकर्म बलिं. गौणकर्मणः अन्यकारकम् अपादानं. वामनः बलेः वसुधां याचते. बलेः सप्तमी अस्ति तत्र. अग्रिमं पठामि वा महोदय? पच् धातुः पाके. याच्नायां टु कुक्. उदाहरणं, रामः तण्डुलान् ओदनं पचति. राम् कुक्स् द रैस् आफ् कुक्स् द रैस् किमर्थं महोदय? आफ् द रैस् ग्रेन्स्. हा, प्रायशः तत्र रैस् अण्ड् ग्रेन्स् इति प्रायशः रैस् ग्रेन्स्. हा, तत्र रैस् ग्रेन्स् इति अस्ति खलु, अतः तत्र राम् कुक्स् द रैस् ग्रेन्स् इति प्रायशः भवेत्. तण्डुलान् ओदनं पचति इति तत्र पञ्चमी इति श्रूयते महोदय, आफ् द इति. सत्यं भगिनि. हा हा, किन्तु तत्र षष्ठी इति स्वीकृतमस्ति भगिनि. तत्र षष्ठी अस्ति. हा किन्तु अस्ति वा कारकम् इति न लिखितं, पश्यतु तत्र अन्यकारकम् इति न लिखितं, केवलम् अन्या विभक्तिः एव इति एव लिखितम् अस्ति अत्र. प्रधानकर्म ओदनं, गौणकर्म तण्डुलान्, कर्मणः अन्या विभक्तिः. आं महोदय, पूर्वम् अन्यकारकम् इति लिखितं, परन्तु अस्मिन् वाक्ये अन्या विभक्ति एव लिखितं तत्र. हा हा हा, अतः पाचकः तण्डुलानाम् ओदनं पचति. हा, इदानीं भवत्याः वाक्यम् आगतम्. पाचकः तण्डुलानाम् ओदनं पचति, समीचीनम्. इदानीम् अग्रिमं तदेव भवत्याः भवत्याः वाक्यं पञ्चमम् आसीत् खलु. अस्तु अस्तु. आं महोदय, दण्ड दण्डनिपाते, टु पनिश् आर् मेक् ए फैन्. उदाहरणं, राजा गर्गान् शतं दण्डयति. द किङ्ग् फैन् 100 काय्न्स् फ्रम् द गर्गास्. प्रधानकर्म शतं, गौणकर्म गर्गान्. गौणकर्मणः अन्यकारकम् अपादानं, राजा गार्गेभ्यः शतं दण्डयति. रुत् आवरणे, टु अब्स्ट्रक्ट्. उदाहरणं, गोपालः गां व्रजम् अवरुणद्धि. गोपाल् टैस् द कौ इन् द सिटि आफ् व्रज. व्रजं गां व्रजं, सिटि आफ् व्रज. अस्तु, प्रधानकर्म गां, गौणकर्म व्रजं. व्रजम् इत्युक्ते एकं नगरम् अस्ति न महोदय? सत्यं, व्रज अस्ति. व्रज. गौणकर्मणः अन्यकारकम् अधिकरणं. गोपालः गां व्रजे अवरुणद्धि. सप्तमी भवत्याः वाक्यम् अत्र आगतं, समीचीनम्. अस्तु, अतः तत्र एतद् वयं ज्ञातवन्तः. अस्तु, अग्रे तत्र हा समीचीनं भगिनि. अस्तु, प्रमिला भगिनी अग्रे पठितुम् इच्छति वा? अस्तु, प्रायशः समाप्तमस्ति. अस्तु, तत्र पुस्तकं नास्ति, गीतापुस्तके कुत्र अस्ति? गीतापुस्तके नास्ति भगिनि, तत्र इदानीम् अहं चाट् मध्ये प्रेषितवान्. प्राप्तवती वा तत्र लिङ्क् इति? मेल् मध्ये वा? न चाट् मध्ये भगिनि, चाट् मध्ये. अहं चाट् मध्ये नास्ति महोदय. किमपि नास्ति वा इति एकनिमिषः भगिनि, एकनिमिषः, तत्र अहं प्रेषयामि. तत्र FCC मध्ये एव अस्ति भगिनि. FCC मध्ये एव पश्यामि. तत्र मोर् इति अस्ति. आम् आम् आम्, द्वयम् अस्ति अत्र. समानमेव, यत्किमपि स्वीकरोतु, क्लिक् करोतु. अस्तु, भवती पश्यतु, अन्य कोऽपि पठति, तदनन्तरं भवती पठतु. नरेश् महोदय अग्रे. आं महोदय, षष्ठे, पान्थः मानवकं पन्थानं पृच्छति. पान्थः यः मार्गे गच्छति, पान्थः मानवकात् पन्थानं पृच्छति. पन्थानं तु प्रधानकर्म अस्ति. मानवकं गौणम् अस्ति, तस्य विभक्तिः मानवकात् पञ्चमी विभक्ति भवति. हा, इति अस्ति. अतः तत्र पन्थानम् इति नाम मार्गं पृच्छति. मार्गं पृच्छति, कस्मात् मार्गं पृच्छति? मानवकात् मार्गं पृच्छति इति अस्ति. समीचीनम्. अस्तु, अग्रे शोभा भगिनि. आं महोदय, वटुः वृक्षं फलानि अवचिनोति. तत्र अग्रे, वटुः वृक्षात् फलानि अवचिनोति. तत्र फलानि इति द्वयेषु वाक्येषु अपि द्वितीया एव, तत्र प्रधानकर्म भवति. वृक्षम् इति द्वितीय कर्मणि आसीत् तस्य पञ्चमविभक्ति भवति अतः गौणकर्म भवति अपि च तदेव महोदय वृक्षात् वृक्षात् फलानि अवचिनोति इति भवति हा इति समीचीनम् अस्तु अग्रे प्रिया भगिनी आम् पिता मानवकं धर्मं ब्रूते पिता मानवकाय धर्मं ब्रूते अत्र धर्मम् इति पदं प्रधानकर्मपदम् अपि च मानवकम् इति गौणकर्मपदं तस्य विकल्पेन मानवकाय चतुर्थी इति भवितुमर्हति हा समीचीनं भगिनि हा अतः मानवकाय इति अस्तु अग्रे तत्र प्रमिला भगिनी इदानीं प्राप्तं वा प्रमिला भगिनी अस्तु वेदा भगिनी अग्रे तर्हि अग्रिमवाक्यम् आं महोदय एकनिमिषं शाश तद् शाश अनुशिष्टौ टु टीच् टु एजुकेट् उदाहरणं गुरुः माणवकं धर्मं शास्ति द टीचर् टीचर्स् दि रिलिजन् टु टु अ बाय् प्रधानकर्म तत्र धर्मं गौणकर्म माणवकं किमर्थं चेत् माणवकस्य अन्यकारकमस्ति सम्प्रदानं गुरुः माणवकाय धर्मं शास्ति धर्मं पाठयति माणवकाय चतुर्थी विभक्ति अस्ति तत्र हा इति समीचीनं भगिनि हा इति अस्ति समीचीनम् अस्तु अग्रे सुजाता भगिनि सुजाता भगिनि आं महोदय चैत्रः देवदत्तं शतं जयति तत्र पुस्तके चैत्रः इति अस्ति किन्तु अत्र करपत्रे तत्र यज्ञदत्तः इति अस्ति चिन्ता मास्तु Oh. Mute majje asti mahodaya that when I see that then again I went back oh asti asti bhagini chinta mastu ha ha tatra kim bhavati chaitrah devadattam shatam jayati shatam iti pradhana karma padam asti devadattat idi panchami vibhakti asti gauna karma padam asti समीचीनम् एवमेव महोदय अगेन् ऐ नीड् टु गो बेक् टु दट् प्लेस् अस्तु अस्तु भगिनि चिन्ता मास्तु अतः तत्र वाक्यं किमपि चैत्रः देवदत्तात् देवदत्तात् शतं जयति हा शतरूप्यकाणि किमपि सः अस्तु समीचीनम् अस्तु अग्रे उषा भगिनि आं महोदय श्रूयते न महोदय हा श्रूयते भगिनि हा सुरासुरगणः सुधां क्षीरनिधिं मत्नाति सुरासुरगणः सुधां क्षीरनिधौ मत्नाति क्षीर प्रधानकर्म अस्ति सुधाम् अस्ति तत्र गौणकर्मणः अस्ति क्षीरनिधौ हा क्षीरनिधि इति जानाति खलु निधिः क्षीरनिधौ मत्नाति हा तत्र क्षीरनिधिः इत्युक्ते किम् इति जानाति वा किमस्ति महोदय क्षीर लैक् द ओशन् मिल्क् मिल्क् क्षीरस्य हा तत्र ओशन् इति दत्तमस्ति समुद्रं तत्र क्षीरसमुद्रम् इति अत्र इदानीं सप्तमी विभक्ति आगतम् अधिकरणम् इति अधिकरणम् इति आगतम् अस्तु समीचीनम् अस्तु अग्रे तत्र नरेश् महोदय अग्रे आं महोदय चैत्रः देवदत्तं शतं मुश्नाति अत्र शतं प्रधान कर्मपदम् अस्ति, देवदत्तं गौणं कर्मपदम् अस्ति, अत्र चैत्रः देवदत्तात् शतं मुष्णाति इति पञ्चमी विभक्ति पञ्चमी इति अस्ति. अस्तु अग्रे शोभाभगिनी अग्रे. आं महोदय. कृषिकः ग्रामम् अजां नयति, कृषिकः ग्रामे अजां नयति, ग्रामम् इति द्वितीयविभक्त्यात् ग्रामे इति सप्तमी विभक्तौ भवति, अतः तत् गौणकर्मपदम् अस्ति. अजाम् इति द्वितीयाम् एव तिष्ठति, तत् प्रधानकर्म भवति. हा इति समीचीनम्. अस्तु अग्रे प्रिया भगिनी. कोपः ऋषभं गोष्ठं हरति, गोपः ऋषभं गोष्ठे हरति. अत्र गोष्ठाय अपि भवितुमर्हति. अत्र ऋषभम् इति पदं प्रधानकर्मपदम्, अपि च गोष्ठे वा गोष्ठाय वा द्वौ अपि गौणकर्मपदमस्ति. हा इति समीचीनं भगिनि. हा तथैव अस्ति. अस्तु अग्रे प्रमिला भगिनी. आं महोदय. आम् महोदय. तत्र इदानीं वृष्टि हरति कर्षति इति भगिनि तत्र अहम् एतत् फ्री कान्फरेन्स् अद्य एव उपयोगं कृतवती. अस्तु भगिनि. अस्तु भगिनि. अस्तु चिन्ता मास्तु. चिन्ता मास्तु भगिनि. अस्तु अस्तु. द्वयं उद्घाटयितुं न शक्नोमि. चिन्ता मास्तु भगिनि. अस्तु अस्तु चिन्ता मास्तु. तत्र किन्तु करपत्रं तत्र ईमेल् मध्ये आसीत्, तद् द्रष्टुं शक्नोति वा भवती? आम् इदानीं उद्घाटयामि, तत् गच्छति. अस्तु अस्तु अस्तु चिन्ता मास्तु. किञ्चित् क्लेष्टं भवति, शृणोमि. चिन्ता मास्तु भगिनि. अग्रिमवर्गे सम्यक् अग्रिमवर्गे करोमि. क्षम्यतां. चिन्ता मास्तु चिन्ता मास्तु भगिनि. अस्तु चिन्ता मास्तु. अतः तत्र अहम् एतत् लिङ्क् ईमेल् मध्ये प्रेषयामि, अतः तत्र तदपि समीचीनं भवति. अस्तु अग्रे तत्र वेदा भगिनी अग्रे पठति वा पञ्चदश. आं महोदय. गोपः गोवत्सं गोष्ठं कर्षति, गोपः गोवत्सं गोष्ठे एव गोष्ठाय एव, गोपः गोवत्सं गोष्ठे कर्षति एकरु एक अन्यत्पक्षे गोपः गोवत्सं गोष्ठाय कर्षति इति अस्ति. समीचीनम्. अस्तु अग्रे अपि पठामि वा? अस्तु अग्रिमं तदपि पठतु भगिनि. कृषिकः अजापुत्रं नगरं वहति, अजापुत्रं कृषिकः अजापुत्रं नगरे वहति, नगरे वहति नगराय नगराय वहति नगराय किमर्थं नगराय चतुर्थी तावत्पर्यन्तं. कृषिकः अजापुत्रं नगरे वहति अपि च नगराय वहति इति अस्ति. सो नगराय इति गौणकर्मपदमस्ति, अजापुत्रं प्रधानकर्मपदमस्ति. इदानीं तत्र अस्तु समीचीनं भगिनि. इदानीं तत्र अधोभागे तत्र अस्तु तत्र एतावत् प्रिया भगिनी तत्र अधोभागे तद् यदस्ति एकवारं पठति वा भगिनि? अपादानादिविशेषैः विवक्षितत्वे वाक्यानि कथं भवेयुः इत्यत्र नागेशस्य अन्येषां च मतभेदः अस्ति. नागेशभट्टोजी इति अस्ति. ओ अस्तु अस्तु. हा तस्य मतं भिन्नम् अस्ति, अन्येषां मतं भिन्नम् अस्ति, तत्र का विभक्ति भवेत् इति विषये. अस्तु अत्र तु तत्त्वबोधिनीं बालमनोरमाञ्च अनुसृत्य वाक्यानि लिखितानि. अस्तु तत्र तत्त्वबोधिनी इति पुस्तकमस्ति, बालमनोरमा इति पुस्तकमस्ति, तानि पुस्तकानि अनुसृत्य एतानि वाक्यानि लिखितानि इति. नाम तत्र यदि अन्य व्याकरणपुस्तकं पश्यामः, तत्र नागोजी नागेशभट्टोजी तस्य पुस्तकं पश्यामः, प्रायशः तत्र भिन्नविवरणं भवेत् इति. हा, अधोभागे भगिनी तत्र टिप्पणी अस्ति, तदपि एकवारं पठतु. आम्, तत्र ग्रामाय, गोष्ठाय, गोष्ठाय नगराय इति चतुर्थन्तेन भाव्यम् इति अस्मद् गुरवः. हा, नाम अस्मद् गुरवः एतद् अपि उक्तवन्तः, नाम तत्र यत्र तत्र स्टार् इति अस्ति तत्र सप्तमी इति रूपम् अस्ति, किन्तु तत्र चतुर्थी अपि स्थापितुं शक्नुमः इति अस्माकं गुरवः उक्तवन्तः इति वदति. हा, हा, अतः तत्र विकल्पः अस्ति, तत्र सप्तमी वा चतुर्थी वा इति तस्मिन् स्थाने. अत्र अहं चिन्तितवान् तत्र प्रथम तत्र द्वितीयवाक्यस्य उत्तरमत्र प्राप्यते इति, किन्तु प्रायशः न प्राप्तम्, अतः तत्र तत्र किञ्चित् दृष्ट्वा अथवा पृष्ट्वा अहं पुनः तस्मिन् विषये वदामि. तत्र प्रिया भगिनी, भवत्याः तत्र प्रश्नः आसीत् खलु तत्र. ओ अस्तु अस्तु, न महोदय, उत्तरं प्राप्तम्. अत्र षट् वाक्यं, षट्तमः षष्ठः वाक्यमस्ति, बान्तः मानवकं पन्थानं पृच्छति, अत्र अस्ति पञ्चमी एव मानवकात् इति. अस्तु समीचीनम्, अस्तु अस्तु अस्तु समीचीनम्, अस्तु अस्तु, धन्यवादः. अहं चिन्तितवान् तत्र उत्तरम् अस्ति इति, किन्तु कुत्र आसीत् इति न दृष्टवान्. अस्तु समीचीनं भगिनि. हा अस्तु अस्तु, तर्हि अतः तत्र अधोभागे तत्र यदस्ति तद् अधोभागे तत्र करपत्रे अधोभागे यत् अस्ति तत् पठितवन्तः, किन्तु तत्र नीलेश महोदयस्य तत्र तस्मिन् करपत्रे अधोभागे यदस्ति विशेषः इति उक्तं, तदपि एकवारं पठामः. तत्र अशोभभगिनी तत्र अधोभागे यदस्ति पठति वा तत्र नीलेश महोदयस्य करपत्रे चाट् मध्ये यत् प्रेषितम्. आं महोदय, पठामि. अन्तिमपरिच्छेदः, अन्तिम विशेषः इति अन्तिमपरिच्छेदः अस्तु. तत्र विशेषः इति, अत्र उपरि दत्तेषु अर्थेषु विद्यमानाः अन्येऽपि धातवः द्विकर्मकाः एव ज्ञेयाः, यथा ब्रू इत्यस्य एव अर्थे प्रयुक्तः वद् धातुः, हा ब्रू इति वद् धातोः अर्थे भवति, मुष् इत्यस्य एव अर्थे प्रयुक्तः छुर् धातुः, आदयः. अत एव गुरुः शिष्यं धर्मं वदति, देवदत्तः यज्ञदत्तं शतं चोरयति, एतादृशाः प्रयोगाः अपि साधवः एव. तत्र भवान् उक्तवान् षोडशधातवः एव न, तेषु अर्थेषु भिन्नाः धातवः अपि तत्र द्विकर्मकाः भवितुम् अर्हन्ति इति. तत्र नीलेश महोदयेन उदाहरणानि दत्तानि, यथा ब्रू धातुः वदनस्य अर्थे भवति, तथा वद् धातुः अपि द्विकर्मकः भवति इति. अपि च मुष् इति अर्थे प्रयुक्तः चुर् इति धातुः, तत्र चुर् इति चोरयति इति भवति, मुष् इति अपि समानार्थः महोदय, सत्यं भगिनि, तदेव ज्ञातवती. मोष् इति भवति तत्र, मोषति वा मोषति, मुष्णाति, मुष्णाति, ओ अस्तु, मुष्णाति, मुष्णाति इति क्रयादिगणीय धातुः. अत एव मुष्णाति किं महोदय? द्वादशवाक्यम् उदाहरणे तत्र उदाहरणानि आसीत् खलु, आसन् खलु भगिनि, वयं दृष्टवन्तः खलु, एक प्रत्येकस्य धातूनां तत्र धातोः वाक्यं दृष्टवन्तः खलु तत्र. हा, तत्र द्वादशवाक्यम् अस्ति, चैत्रः, तत्र यज्ञततः देवदत्तं शतं मुष्णाति इति. अस्तु, क्षम्यतां महोदय. तत्र तथा एव अतः चुर् अपि मुष् द्वे अपि द्विकर्मकाः भवन्ति. अपि च अत एव गुरुः शिष्यं धर्मं वदति, देवदत्तः यज्ञदत्तं शतं चोरयति, एतादृशः प्रयोगः अपि साधवः एव. तत्र एकस्मिन् शिष्यं धर्मं वदति अस्ति, अन्यस्मिन् वाक्ये चोरयति इति अस्ति. तादृशप्रयोगः तु विरलः एव इति मन्ये. किन्तु तत्र वार्ता का नाम गुरुः शिष्यं धर्मं षष्टि इति अथवा ब्रूते इति द्विकर्मकः इति जानीमः, किन्तु गुरुः शिष्यं धर्मं वदति इति अपि साधु एव. तत्र वद् इति धातुः द्विकर्मकः धातुः इति. आम् आम्, मम कृते नूतनविषयः भवति, तदेव उक्तवती महोदय, मया ज्ञातं इति अपि वदति इति अर्थे भवति इति अधुना ज्ञातं. चोरयति वदति न भवति, चोरयति तु वदति न महोदय. तत्र भगिनी उक्तवती वदति चोरयति, वदति तत्र अन्ये भिन्नवाक्याः. क्षमता महोदय, सत्यं यत् भवान् उक्तवान्, गुरुः शिष्यं धर्मं वदति, देवदत्तः यज्ञदत्तं शतं चोरयति, वाक्यमेव भिन्नः. धन्यवादः. ब्रू इति धातुस्थाने वद् इति अस्ति, तावदेव. प्रथम उदाहरणं ब्रू इति स्थाने स्थाने तत्र ब्रू इत्यस्य कृते एकम् उदाहरणं, मुष् इत्यस्य कृते अन्यत् उदाहरणम् इति वार्ता. सत्यं सत्यं सत्यं. गुरुः शिष्यं धर्मं वदति अथवा ब्रूते इति, ब्रूते इति स्थाने वदति इति अस्ति, अतः वदति द्विकर्मकः. देवदत्तः यज्ञदत्तं शतं मुष्णाति इति स्थाने चोरयति इति अस्ति, अतः चोरयति अपि द्विकर्मकधातुः. अस्ति, अतः तत्र द्विकर्मकधातवः तत्र केवलं षोडशाः सन्ति इति न, किन्तु अनेके सन्ति. केवलं षोडशाः इति नास्ति. अपि एतत् अहं न जानामि, तत्र प्रष्टव्यमस्ति, किन्तु इदानीमेव तत्र यथा तत्र सुजाता भगिनी तत्र आवलिः या अस्ति तत्र द्विकर्मकः दातवः तेषाम् आवलिः पठन्ती आसीत्, तस्मिन् समये तत्र सा उक्तवती तत्र पचति इति उभयपदी अस्ति तत्र, किन्तु पचति इति एव दत्तमस्ति, अतः तत्र उभयपदी धातुः अस्ति चेत् तत्र पचते इति आवल्यां नास्ति, अतः तत्र प्रश्नः उदेति. तत्र केवलं परस्मैपदी धातुः द्विकर्मकः अपि पचते इति द्विकर्मकः नास्ति वा, अथवा द्वयमपि द्विकर्मकः वा इति, तत्र एतत् न जानामि. तत्र अहं चिन्तितवान् तत्र प्रायशः उभयपदी अस्ति चेत् एकम् तत्र द्विकर्मकः अस्ति चेत् प्रायशः अन्यत् अपि द्विकर्मकः भवेत्, किन्तु न जानामि. अहं मन्ये महोदय तत्र मूलधातु किम् अस्ति तदेव द्विकर्मक इति भवति. वच् धातु, वद् धातु, न पचति, न पच् धातु, पच् धातु तत् उभयपदे उभयपदे अस्ति चेत् तत्र मम प्रश्नः अस्ति, पचति अपि द्विकर्मकः, पचते अपि द्विकर्मकः वा इति. आम् इति मन्ये महोदय, किमर्थं चेत् मूलधातु एव द्विकर्मकः अस्ति न, पच् धातु एव द्विकर्मकः प्रायशः. अस्तु भगिनि, तदेव परस्मैपदी सत्यं, तदेव भवेत्, तदेव भवति, किन्तु मन्ये महोदय. अस्तु भगिनि, उत्तममेव अस्ति. किन्तु एकवारं प्रष्टुम् इच्छामि यत् तत् सत्यमेव इति, यतोहि अद्य तत्र अन्यः प्रश्नम् आगतः आसीत् तत्र शक्नोति इति, तत्र सकर्मकः वा अकर्मकः वा इति, किं चिन्तनम्? शक्नोति कर्तुं शक्नोति, अकर्मकः इति एव मम चिन्तनम् अस्ति, किन्तु तत्र कोऽपि उक्तवान् अद्य तत्र शक्नोति इति अकर्मक किन्तु शक्यते इति शक्नोति शक् धातुः उभयपदी अस्ति शक्नोति इति सकर्मकः किन्तु शक्यते इति तद् अकर्मकः इति अथवा विपरीततया क्षम्यतां शक्नोति इति अकर्मकः शक्यते इति सकर्मकः इति उक्तवान् किन्तु अहं न जानामि अतः मम मनसि इदानीं प्रश्नः अस्ति तत्र अस्तु सत्यं भगिनि हा किन्तु तत्र उदाहरणं न दत्तम् अतः क्लेशः अस्ति हा उदाहरणं न दत्तं केवलम् उक्तं तत्र सकर्मकः इति अतः न जानामि तत्र किमर्थं किन्तु पश्यामः अतः तत्र इदानीम् अस्माकं विषयः महोदय अष्टाध्यायी मध्ये शक् धातु अकर्मकः इति उक्तवान् इति एव दत्तं हा सत्यं भगिनि अकर्मकः किन्तु प्रश्नः द्वेगणे अपि हा द्वे गणे परस्मैपदी द्वे पदे परस्मैपदे एवं च आत्मनेपदे अकर्मक एव तत्र स्वादि दिवादि द्वाभ्यामपि दिवादिगणे अहं वदामि पश्यामि तदपि तदपि अकर्मकः एव अकर्मकः एव अस्तु शक स्वादिगणे अपि अकर्मकः अस्तु तर्हि अतः तत्र प्रायशः दोषः आसीत् किन्तु हा अस्तु धन्यवादः अस्तु तर्हि अतः तत्र अस्माकं विषयः तत्र द्विकर्मकः धातवः इति तद् समाप्तः अद्य अग्रिमे वर्गे तत्र वयं किं कुर्मः कर्मणि प्रयोगः इति वर्तमानकाले सः भवति अस्माकम् अग्रिमविषयः नूतनविषयः तत्र दीर्घविषयः एव वयं बहुकालं यापयामः अस्तु तर्हि तत्र अन्ते तत्र हा प्रिया भगिनी तत्र भवती एव तत्र अन्ते तत्र प्रार्थनां वदति वा भगिनि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिश्शान्तिश्शान्तिः धन्यवादः महोदय.